गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे अत्र अभावः इति पाठः वस्तुतः समापितः अस्ति, किञ्चिदेव अवशिष्टमस्ति। तर्हि पठेम 360 तत्र लक्षितम् इति द्वितीयपरिच्छेदः। मेहुल् महोदय आरब्धं करोति वा? लक्षितं सामान्य अभावम् उदाहरति भूतले इति। अयम् अन्योन्याभावस्य उद्देशग्रन्थे विस्तरेण निरूपित इति तत्रैव द्रष्टव्यः। अस्तु, सामान्य अभावम् उदाहरति भूतले, तर्हि तदेव उदाहरणमस्ति भूतले इति उदाहरणं। तत् किं सूचयति इत्युक्ते सामान्य अभावस्य लक्षणम् एव भूतले इति करोति इति खलु? न न, भूतले किं? भूतले घटाभावः इति वा? हा, तत्र मूले उक्तं खलु, भूतले घटः नास्ति इति उदाहरणं। सामान्य कस्य कस्य अभावस्य? सामान्य अभावम् इत्युक्ते अभावः इति अत्यन्त अभावः। हा, त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः अत्यन्त अभावः? यथा भूतले घटः नास्ति इति। तर्हि अत्यन्त अभावस्य एव उदाहरणं दत्तमस्ति, स च अत्यन्त अभावः, सामान्य अभावः इति उक्तमत्र। किमर्थं सामान्य अभावः इति उक्तम् इति चेत्, घटप्रागभावः प्रध्वंसाभावः तदनन्तरम् अन्योन्याभावः इति अपि अभावाः सन्ति, किन्तु अत्यन्त अभावस्य किमर्थं सामान्य अभावः इति उक्तम्? हरिः ओम्, अस्ति खलु महोदय? आम् आम् महोदय, श्रूयते वा? हा, श्रूयते। अहं चिन्तयामि अत्र सामान्य अभावः, यतोहि सर्वे जानन्ति एव खलु भूतले घटः नास्ति इति। अत्र प्रध्वंसाभावः सामान्यज्ञानमस्ति इति कृत्वा सर्वे जानन्ति इति न चिन्तनीयम्। सामान्य अभावः इति तु न आगतं खलु? अस्तु, सामान्यम् इति पदस्य विपर्ययपदं किम्? आपोसिट्। आपोसिट् अस्तु, विशिष्ट इति। हा, तर्हि तादृशं चिन्तयतु, इत्युक्ते चत्वारः अभावाः उक्ताः, तेषु अत्यन्त अभावः इति सामान्य अभावः, अन्ये अभावाः तु विशिष्ट अभावाः इति तादृशं वदति। किमर्थं प्रागभावः इति विशिष्ट अभावः इति चेत्, हलो, हा नमस्ते महोदय, श्रूयते वा? हा श्रूयते, वदतु। अत्र सामान्य अभाव उदाहरति भूतले इति। अग्रे पठतु। अस्तु, अयम् अन्योन्याभावस्य उद्देशग्रन्थे विस्तरेण निरूपित इति तत्रैव द्रष्टव्यः। अस्तु, तर्हि उद्देशग्रन्थे विस्तरेण अन्योन्याभाव, एतदपि अन्योन्याभावः इति अपि खलु, अयम् अन्योन्याभावश्च इति अस्ति इति वाक्यस्य अर्थः कः? अयम् इत्यनेन किम् उक्तम्? अयम् इत्यनेन अत्र सामान्यभावः इति एव उक्तम्, इत्युक्ते अत्यन्ताभावः। हा, तर्हि अयम् इत्यनेन अत्यन्ताभावः, अपि च अन्योन्याभावः द्वयमपि उद्देशग्रन्थे विस्तरेण निरूपित इति तत्रैव द्रष्टव्यम् इति लिखितम्। हा, तर्हि तत्र उद्देशग्रन्थे किमुक्तमस्ति? कस्मिन् पुटे अस्ति? अभाववर्णनम् इति 16th पेज् मध्ये. तत्र 16th पेज् मध्ये अभाववर्णनम् इति उद्देशग्रन्थे उक्तम्. तत्रैव विस्तरेण निरूपितः अस्ति. इत्युक्ते अत्र विशिष्टाः सन्ति इति इत्युक्ते अत्र सामान्यम् इति पदं कथम् अवगन्तव्यम् इति चेत् अस्ति नवदशतितमपुटे अस्ति सामान्य अभाववर्णनम् इति. तर्हि विशेषाभावः अपि अस्ति सामान्यभावः अपि. प्रतियोगिताभावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितं. सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इत्युच्यते. जातेः सामान्यस्य अभावः जातेः अभावः इति सामान्यस्य अभावः इति न अत्र उदाहरणं किं? भूतले घटः नास्ति इति उदाहरणं खलु. तत्र भूतले घटः नास्ति इति घट अभावः सामान्य अभावः, घटसामान्य अभावः इति आशयः. इत्युक्ते भूतले नीलघटः नास्ति इति नास्ति, केवलं घट अभावः. सर्वेपि घटस्य अभावः. हा, घट अभावः इति उक्तं. सर्वेषां घटानाम् अभावः इति तु सत्यं, किन्तु अत्र सामान्यमिति पदेन किमर्थमत्र सामान्यमिति पदम् उक्तम् इति चेत् पूर्वं यद् उदाहृतमस्ति अत्र ब्राह्मणानां ग्रामे यत् शिवमन्दिरं तत्समीपे विद्यमानः यः निम्बवृक्षः तस्मिन् विद्यमाना या गुडचवल्ली तस्याः कषायाः पातव्यः इति यत् उक्तं खलु. तर्हि तत्र विशिष्ट कश्चन द्रव्यमुक्तमस्ति यस्य अभावः अनुभूयते. तत्र तर्हि तत्र यः अभावः उक्तः तत्र विशिष्टपदार्थस्य अभावः. अत्र तु घटभूतले घट अभावः, घटः नास्ति इत्यत्र कः अभावः इति चेत् घटसामान्य अभावः इति अवगन्तव्यम्. आमां, तत्र अन्तिमवाक्यमस्ति येन केनापि घटेन घटसामान्य अभावस्य अपसारणं कर्तुं शक्यम्, अतः एव सामान्य अभावः इति कृत्वा. अत्र सामान्य अभावः इत्युक्ते सामान्यम् इति अभावस्य विशेषणं नास्ति, सामान्यघट अभावः इति अवगन्तव्यम्. लक्षितं सामान्य अभावम् उदाहरति भूतले इति वाक्ये सामान्य अभावः इत्युक्ते अभावः सामान्यम् इति नास्ति, सामान्यघट अभावः उदाहरति इति अवगन्तव्यम्. अबुध्यते खलु? अतः एव अग्रिमे वाक्ये अयं च अन्योन्य अभावश्च इति उक्तम्. इत्युक्ते अत्र सामान्य अभावः प्रागभावे सामान्य अभावः भवति वा? प्रागभावे घटप्रागभावे सामान्यप्रागभावः इति किमपि नास्ति खलु? किमपि नास्ति खलु? नास्ति नास्ति. सामान्यप्रागभावस्य तु नास्ति. भवतु, अत्र एवमेव उक्तम्. अत्र सामान्य अभाव उदाहरति इत्युक्ते कथं भासते इति चेत् अभावः, एषः अभावः सामान्यः इति नास्ति. एषः अभावः अत्र उदाहरणे भूतलेखटः नास्ति इति उदाहरणे कः अभावः दृश्यते इति चेत् घटसामान्य अभावः, घटसामान्य अभावः, घटस्य सामान्य अभावः इति एव उक्तं तत्र. अस्तु, अग्रे पठतु महोदय. सर्वेषां पदार्थानां उक्ते उक्ते श्वन श्वन्तर्भावात् सप्तैव पदार्थाः इति सिद्धम्. काणादन्याय मतयोर्बालव्युत्पत्तिसिद्धये अन्नबडेन विदुषा रचितः तर्कसङ्ग्रहः इति श्रीमन्महामहोपाध्याय अन्नभट्टविरचितः तर्कसङ्ग्रहः समाप्तः. अस्तु, यथा यथम् उक्तेष्वन्तर्भावा भावात् सप्तैव पदार्थाः अधुना तेषां निरूपणं कृतम्. सर्वेषां पदार्थानाम् अन्तर्भावः सप्तैव पदार्थाः इति सिद्धम्. अस्य वाक्यस्य अर्थः कः? भवतः पुस्तके, क्षम्यता महोदय, भवतः पुस्तके सर्वेषां पदार्थानाम् इति पदद्वयमस्ति खलु? आमस्ति. न, तद् मया न श्रुतम्. ओ अस्तु, अस्ति अस्तु, सर्वेषां पदार्थानां यथा यथमुक्ते स्वन्तर्भावात् सप्तैव पदार्थाः इति सिद्धम् इति अस्ति. इत्युक्ते इति वाक्यस्य अर्थः कः? अहं चिन्तयामि अत्र सर्वे पदार्थाः, सर्वेषां पदार्थानां गणना सप्तैव पदार्थे आगतम् इति एव वयम् अधुना निरूपितं. सप्तसु पदार्थेषु सर्वेषां पदार्थानां ग्रहणं भवति. हा, विभजनम् इत्युक्ते सप्तपदार्थम् अतिरिच्य अन्यत् अष्टमपदार्थः वा नवमपदार्थः वा इति किमपि नास्ति लोके. लोके ये पदार्थाः सन्ति तेषां सर्वेषां विभजनं केवलं सप्तपदार्थेषु कृतः वर्तते इति उक्तम्. अस्तु, अग्रे. न्यायमतयोः बालव्युक्तिसिद्धये इत्युक्ते कणाद् इति न्यायशास्त्रस्य मुनिः खलु, कणादेन एव न्यायशास्त्रः. कणादः इति वैशेषिकशास्त्रस्य मुनिः, अतः एव कणाद न्यायमतयोः गौतममुनिना न्यायमतं निरूपितं, कणादमहर्षिणा वैशेषिकमतं निरूपितम्. इदानीम् उभयं मिलित्वा सत्यम् मिलित्वा काणादन्यायमतम् इति नूतनमतं स्थापितम्. हा, मतयोः बालव्युत्पत्तिसिद्धये तेषाम् अवगमनं जातम् अथवा किञ्चित् विवरणं कृतम् इति एव खलु. व्युत्पत्तिसिद्धये बालानां कृते अत्र उक्तमिति पूर्वे एव बालानां सुखबोधाय इति उक्तं. सत्यं, विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय. तस्मिन् विषये काणाद न्यायमतयोः विषये बालानां सुखबोधाय तर्कसङ्ग्रहः क्रियते इति उक्तम्. अस्तु, अग्रे. अपि च अन्नभटेन विदुषा रचितः तर्कसङ्ग्रहः. तर्हि अन्नभट्टः इति कश्चन न्याय किं वदेम न्यायशास्त्री आसीत्, तेन एव तर्कसङ्ग्रहः इति ग्रन्थः रचितः. काणाद न्यायशास्त्रविद्वान् अस्ति अन्नभट्टः, तेन विदुषा रचितः सर्कसङ्ग्रहः इति ग्रन्थः. अस्तु, अज्ञे, अग्रे. इति श्रीमन् महामहोपाध्याय अन्नभट्टविरचितः तर्कसङ्ग्रहः समाप्तः. अस्तु, अग्रे. तदेव ग्रन्थः समाप्तः. प्रतिज्ञाताः सर्वादौ सप्तपदार्थाः, तेषु एव सकलपदार्थानाम् अन्तर्भावं निगमयति सर्वेषाम् इति. तर्हि सर्वेषाम् इति लक्षण वाक्ये यदुक्तमस्ति तेन किं ज्ञातव्यम्? लक्षणवाक्यं नास्ति. लक्षणवाक्यमिति किमर्थं वदति? ओ, तत्र ग्रन्थे उक्तमस्ति इति वा? मूलग्रन्थे सर्वेषां पदार्थानाम् इति उक्तं खलु. तेन तेन सकलपदार्थानाम् अन्तर्भावं निगमयति सप्तसु पदार्थेषु इति. अस्तु, अग्रे. इति श्रीगोडाकुलकुलाब्धि पूर्णचन्द्रमहामहोपाध्याय श्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसंज्ञकायाम् अवशिष्टखण्डः अस्तु तर्हि एतत् अवशिष्टः खण्डः इति आसीत् प्रकरणं तत् समापितम् अत्र देवदत्तस्य देवदत्त पाटील् महोदयेन तर्कसङ्ग्रहस्य व्याख्या कृतं विद्याधरी इति नाम इति नामक तदेव वयम् अधुना पठितवन्तः अवशिष्टः अस्तु समाप्तः यश्च अयं ग्रन्थः शिवम् अस्तु तत्र एकः एव भागः अवशिष्टः अस्ति परिशिष्टम् इति एव नाम तस्य अग्रे पठतु महोदय परिशिष्टं प्रथमं विभागसाधनाय साधनाय अनुमानं तत्र अपूर्वः कोटिक्रमः विभागसाधनाय अनुमानं तत्र अपूर्वकोटिक्रमः विभाग इत्युक्ते गुणः खलु तदेव तत् साधनाय अनुमानम् इति वयं तस्य एव अनुमानेन एव विभागः इति गुणः वयं जानीमः तत्र तत्र अनुमानं किम् संयोगस्य यदा नाशः जायते तदा एव विभागः जायते इति अनुमानेन वयं किं वक्मदेव संयोगस्य नाशः जायते तदा एव विभागः जायते इति विभागः इति एव खलु तदेव वयं इत्युक्ते तदेव विभाग इति नामकरणं कृतं खलु संयोगनाशस्य एव इति नास्ति इति पूर्वपक्षी आसीत् किमर्थं संयोगनाशः एव विभागः इति न वक्तुं शक्यते इति पूर्वपक्षी आसीत् तर्हि तत्र पञ्चक्षणप्रक्रिया इति अधीतं खलु तस्मिन् विषये उच्चैः चिन्तयतु प्रथमक्षणे किं जायते संयोगनाशः क्रिया जायते खलु प्रथमक्षणे क्रिया जायते द्वितीयक्षणे क्रियातः किं जायते क्रियातः संयोगनाशः जायते खलु न यदि क्रियातः संयोगनाशः जायते तर्हि किमर्थं विभागाख्य गुणः अङ्गीकर्तव्यः अन्यतमः गुणः किमर्थम् अङ्गीकर्तव्यः अस्तु क्रियातः पूर्वसंयोगनाशः भवति खलु न प्रथमक्षणे क्रिया जायते द्वितीयक्षणे क्रियातः विभागाख्यगुणः जायते तृतीयक्षणे विभागाख्यगुणेन पूर्वदेशसंयोगनाशः भवति तर्हि विभागः इति पूर्वदेशसंयोगनाशकः अस्ति चतुर्थक्षणे विभागः जायते विभागात् अनन्तरं पूर्वनाशसंयोगः जायते पूर्वदेशसंयोगनाशः पूर्वनाशसंयोगः नास्ति पूर्वदेशसंयोगनाशः खलु सत्यम् इति तृतीयक्षणे तृतीयक्षणे चतुर्थक्षणे चतुर्थक्षणे नूतनसंयोग नूतनदेशसंयोगः उत्पत्तिः खलु तत् तस्य कारणं किम् पूर्वदेशसंयोगनाशः इति एव खलु तस्य कारणं संयोग नूतनदेशसंयोगप्राप्तिः अथवा उत्पत्तिः तस्य कारणं किं तस्य कारणं पूर्वदेशसंयोगनाशः इति एव खलु नास्ति तत्र किम् एव जायते खलु सर्वं द्रष्टव्यं न विस्मरामि अहं दीस् आर् ब्रेड् अण्ड् बटर् फार् न्याय अस्तु क्रिया एव कारणं क्रियातः चतुर्थक्षणे क्रियातः नूतनदेशसंयोगः जायते तदनन्तरं पञ्चमक्षणे क्रिया नश्यति इति एव आशय. अत्र घटः इतः अस्ति इति चिन्तयतु, इतः ततः नयेम इति चिन्तयतु, घटं नयेम. तर्हि पूर्वदेशसंयोगनाशः विभागात् यदा जायते तदग्रिमक्षणे नूतनदेशसंयोगः इति नास्ति खलु, तदनन्तरं बहुदूरं गत्वा एव तत्र भूतले प्रायः 100 मीटर्स् तदनन्तरं भूतले यदि अहं स्थापयामि तदा एव नूतनदेशसंयोगः जायते इति कृत्वा, इति कृत्वा अत्र पूर्वदेशसंयोगनाशः इति कारणं नास्ति, क्रिया एव कारणं. क्रिया एव क्रिया अधुना इति जाता, हा इति जायमाना अस्ति इति कृत्वा क्रिया. तर्हि पञ्चक्षणप्रक्रिया का इति चेत् प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे क्रियातः विभागः जायते, तृतीयक्षणे विभागात् पूर्वदेशसंयोगनाशः जायते, चतुर्थक्षणे क्रियातः नूतनदेशसंयोगः जायते, पञ्चक्षणे क्रिया नश्यति इति पञ्चक्षणप्रक्रिया. तत्र विभागाख्यगुणः कथं निर्णीतः, विभागाख्यगुणः वर्तते इति कथं निर्णीतः इति चेत् तत्र अनुमानप्रमाणेन एव विभागः इति गुणः जायते इति उक्तम्. अस्तु अग्रे पठतु महोदय. संयोगनाशेनैव उपपत्तौ विभागः न अतिरिक्तः गुणः, तत् स्वीकारे अपि न तस्य संयोगनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता, तस्याः च परिहाराय संक्षेपतः तत् प्रकरणे अनुमानम् उक्तम्, इह च जिज्ञासूनां प्रमोदाय कश्चित् कोटिक्रमः प्रदर्श्यते. अस्तु, तदेव अत्र लिखितमस्ति, विभागः इति न अतिरिक्तगुणः इति आक्षेपति पूर्वपक्षिणा, खलु संयोगनाश एव संयोगनाशेन एव विभागः जायते, तर्हि विभागः इति किं संयोगनाशेनैव विभागः जायते इति मा वदतु. विभागः इत्यस्य अर्थः कः? उपपत्तौ विभागः इति लिखितमस्ति खलु, न संयोगनाशेन एव उपपत्तौ विभागः न अतिरिक्तगुणः इति उक्तम्. इत्युक्ते संयोगनाशः इत्यस्य पर्यायपदमस्ति विभागः, संयोगनाशेन विभागः इति अन्यपदार्थः जायते इति न, उभयमपि समानमेव. संयोगनाशः एव विभागः इति पूर्वपक्षिणा उक्तम्. तत् स्वीकारे अपि, हा तर्हि तत् स्वीकारे अपि न तस्य संयोगनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता, संयोगनाशं प्रति विभागस्य विभागः इति कारणम् इति न भवति, तदेव शङ्का तस्मिन् निरूपणे कृता. हा इत्युक्ते संयोगनाशः एव यदि विभागः इति स्वीकुर्मः तर्हि विभागस्य संयोगनाशं प्रति कारणत्वं न निरूपितं भवति खलु. तर्हि प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे क्रियातः संयोगनाशः पूर्वदेशसंयोगनाशः जायते, तृतीयक्षणे क्रियया एव नूतनदेशसंयोगः जायते, चतुर्थक्षणे क्रिया नश्यति इति किमर्थं न स्यात् इति पूर्वपक्षिणा पृष्टम्. तर्हि तत्र तस्याः च परिहाराय संक्षेपतः तत् प्रकरणे अनुमानम् उक्तं, तर्हि विभागस्य कारणम् अत्र अनुमानम् इति अनुमानेन एव तस्य तत्र किमुक्तं महोदय? विभागः इति गुणः इति अनुमानेन उक्तम् इति अत्र किम् अनुमानमुक्तम्? अत्र संयोगनाशं प्रति विभागः इति कारणम् इति अनुमानेन उक्तम्. अत्र किम् अनुमानम् इति, अनुमानम् इत्युक्ते अनुमानवाक्यं वक्तव्यं, पर्वतः वह्निमान् धूमात् यथा महानसम् इति तद्वत् वाक्यं वक्तव्यम्. यत्र किम् अनुमानं जातम्? अन्यवाक्ये तु केवलम् एतद् विभागात् पूर्वदेशसंयोगनाशः जातम् इति, परन्तु अनुमानवाक्यं कथं वदेम? अत्र पश्यतु 104 पेज् मध्ये आश्रयनाश अजन्यगुणनाशः सामानादिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशवत् पाकरूप पाकजरूपनाशवत् इति अनुमानवाक्यम् 104 प्रथमवाक्यम् आश्रयनाश अजन्यगुणनाशः समान अधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः पाकजरूपनाशवत्. अस्तु, अस्मिन् अनुमानवाक्ये किञ्चित् चिन्तयतु. आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात्. अस्तु, तर्हि अत्र हेतुः अस्ति आश्रयनाश अजन्यगुणनाशत्वम् इति. अपि च पक्षः अस्ति आश्रयनाशजन्यगुणनाशः. अत्र अग्रिमवाक्यं पठतु महोदय. दृष्टान्ते तादृशः समानाधिकरणगुणः तेजसंयोगः. तर्हि अत्र उदाहरणं स्वीकृत्य प्रतिपादयतु. तेजः संयोगः, दृष्टान्ते तादृशसमानाधिकरणः गुणः तेजः संयोगः. अस्तु, तर्हि अत्र आश्रयनाशजन्यगुणनाशः इति आश्रयनाश अजन्यगुणनाशः आश्रयनाश अजन्यगुणनाशः इति पक्षः भवतु. अत्र उदाहरणे किम्? अत्र उदाहरणे आश्रयं किम्? अस्तु, अहं स्मारयामि. घटे कश्चन रूपः अस्ति, नीलरूपः इति, नीलरूपमिति चिन्तयतु. घटे नीलरूपं, तस्य नाशः यदि नीलघटम् अग्नौ स्थापयामः तर्हि तत्र नीलरूपं नश्यति खलु? घटस्य नाशः न जातः, किन्तु नीलरूपस्य नाशः तु जातः. इति सन्दर्भः अबुध्यते खलु? तर्हि इदानीं वदतु, आश्रयनाश अजन्यगुणनाशः, अत्र आश्रयं किम्? आश्रयं किम्? तेजसंयोगः इति वा? न, आश्रयः, आश्रयः इति पदस्य अर्थः कः? यः यस्मिन् आश्रितः अस्ति इति खलु. तर्हि नीलरूपः आश्रयः इति पदस्य अर्थः कः? दृष्टान्ते वा? सामान्य अत्र पर्यायपदम् तु आयश्रयः इति पदस्य पर्यायपदम् अथवा अनुवादं करोतु. शेल्टर् इति अस्ति खलु, आधारः. हा, केवलम् आधारः तावदेव. शेल्टर् इति आधारः, शेल्टर् भवतु. तर्हि शेल्टर् इति किञ्चित् इत्युक्ते सब्स्ट्राटम्, आधारः इति अर्थः. अस्तु, आश्रयः इत्युक्ते आधारः. अस्तु, आश्रयनाश अत्र अस्मिन् उदाहरणे आश्रयः कः? घटः. घटः हा इति वक्तव्यं. तर्हि आश्रयः कः इति चेत् घटः इति वक्तव्यं, न तु तेजसंयोगः इति. अस्तु, आश्रयस्य नाशः, घटस्य नाशः, आश्रयनाश अजन्यः, अत्र गुणनाशः, तस्य गुणस्य नाशः उक्तः? घटस्य गुणनाशः उक्तः. भवान् किं वदति इति भवान् अवगच्छति वा? घटस्य गुणनाशः इत्युक्ते अत्र उदाहरणे कः गुणः? नीलरूप नीलरूपम् इति खलु, तर्हि तदेव वक्तव्यं खलु, कस्य गुणस्य नाशः इति नीलरूपस्य नाशः, तदेव घट, तर्हि नीलरूपमिति घटस्य गुणः, अतः एव अहम् उक्तवान्। हा भवतु, तर्हि आश्रयनाश अजन्यगुणनाशः इति पदस्य अर्थः कः? अस्तु, आश्रय इत्युक्ते घटः, आश्रयनाशः इत्युक्ते घटस्य नाशः, आश्रयनाश अजन्य अस्ति, तर्हि अत्र घटस्य नाशः न अभवत् तथापि गुणनाशः जातः, इत्युक्ते नीलरूपस्य नाशः जातः परन्तु घटस्य नाशः न जातः इति। उत्तमं, बहु उत्तमम् इति अस्ति। तर्हि आश्रयनाश अजन्यगुणनाशः इत्युक्ते नूलरूपस्य नाशः तु जातः किन्तु घटस्य नाशं विना जातः, नाशं विना गुणनाशः जातः। तर्हि तदेव पक्षः, नीलरूपस्य नाशः इति पक्षः, नीलरूपस्य नाशः अत्र पक्षः। समान अधिकरणगुणजन्यः इति प्रतिपादयतु इदानीम्। समान अधिकरणगुणजन्यः तदेव साध्यं खलु? सत्यम्। अस्तु, तर्हि समान अधिकरणम् इति इत्युक्ते वह्निः गुणजन्यः, तर्हि वह्निः इत्यनेन एव नूतन रूपं जायते अत्र। वह्निः इति गुणः वा? न, वह्निः इति न गुणः न, परन्तु तेन एव नूतनरूपं जायते खलु अत्र तेजसंयोगे। न, अत्र गुण इति पदं प्रयुक्तमस्ति खलु महोदय? आम्, गुणजन्यः, अत्र गुणः कः? ओ अस्तु, वह्नित्वम् इति वा? वह्नित्वम् इति गुणः किम्? तदपि गुणः नास्ति, धर्मः एव। अग्रिमवाक्यं पुनः एकवारं पठतु, दृष्टान्ते। दृष्टान्ते तादृश अस्तु, समानाधिकरणः गुणः तेजसंयोगः, तेजसंयोगः इति गुणः, तर्हि तेजसंयोगजन्य इति। एकनिमिषं, भवान् अवगच्छति वा इति न जाने, तेजसंयोगः इति गुणः कुत्र वर्तते? तेजसंयोगः गुणः वह्नौ वर्तते। वह्नौ, वह्नौ वर्तते वा, वह्नौ एव वर्तते वा? एव वर्तते, वह्नौ एव वर्तते। हे भोः, संयोगः इति गुणस्य स्वभावः कः? द्विनिष्ठः। तर्हि तेजे संयोगः अस्ति इत्यनेन अस्माकं किं प्रयोजनं नास्ति? अत्र समान अधिकरणगुणजन्यः इत्युक्ते तेजसंयोगः इति गुणः कुत्र अस्ति? तेजसंयोग इति गुणः घटे अपि अस्ति, घटे अस्ति, तदेव घटे अस्ति, घटे अपि अस्ति, तेजसि अपि अस्ति इति तु अस्ति, किन्तु तेजसि तेजसि अस्ति इति इत्यस्य मूल्यं नास्ति खलु अस्माकं मूल्यं नास्ति। तेजसंयोगः इति गुणः कुत्र वर्तते? घटे वर्तते, घटे वर्तते। तर्हि अत्र साध्यं किम्? तेजसंयोगजन्य इति साध्यमस्ति, नूतनरूपं खलु, नीलरूपनाशात् नाशस्य अनन्तरं घटस्य नूतन रूपं यत् भवति, तत्र किमर्थं नूतनरूपविषये चिन्तयति? अत्र नूतनरूपमिति किमपि दत्तं वा? समान अधिकरणगुणजन्यः इति साध्यम्, सत्यं। तर्हि पक्षः कः? नीलरूपनाशः। एवम् एवं साध्यं किम्? हरिः ओम्। चिन्तयामि महोदय, परन्तु न अबुध्यते। समानाधिकरणगुणजन्यः इति साध्यं, परन्तु यथा पक्षः नीलरूपनाशः साध्यं किम्? न जाने महोदय, न गच्छामि किं साध्यम् इति। न अत्र तेजसंयोगेन तस्य नाशः, समानाधिकरणगुण तेजसंयोगः कुत्र अस्ति? घटे अस्ति। नीलरूपः, नीलरूपस्य नाशः कुत्र अस्ति? घटे। तर्हि आश्रयनाश अजन्यगुण, घटनाशं विना रूपनाशः भवति केन इति चेत्, यस्मिन् घटे नीलरूपम् अस्ति तस्मिन् विद्यमानतेजसंयोगेन एव नीलरूपस्य नाशः। तर्हि एकस्मिन् अधिकरणे विद्यमान एकेन गुणेन अन्यगुणस्य नाशः इति। तेजसंयोग इति गुणेन नीलरूपनाशः इति, तत्र तेजसंयोग समान अधिकरणगुणजन्यत्वम् इति साध्यम्। नीलरूपनाशे तेजसंयोगसमान अधिकरणघट समान अधिकरण तेजसंयोगजन्यत्वं वर्तते इति साध्यम्। अस्तु, आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः। तर्हि हेतुः चिन्तयतु, आश्रयनाश अजन्य घटनाश अजन्य गुणनाशत्वात् इत्युक्ते नीलरूपनाशः अभवत्, तदेव हेतुः आश्रयनाशजन्यगुणनाशत्वात्। घटस्य नाश विना नीलरूपनाशः अभवत्, तदेव हेतुः। पाकजरूपनाशवत् इति दृष्टान्तः तत्र तदा यदास्य तेजसंयोगेन। तर्हि अनेन अनुमानेन किं निरूपितम्? अत्र दृष्टान्तः उक्तः। तर्हि अनेन अनुमानवाक्येन किं निरूपितम्? योगनाश विभागस्य एव अत्र अतिरिक् विभागस्य एव निरूपणमस्ति अत्र अस्ति। तर्हि विभागस्य समर्थनम् इति एव एतेन उदाहरणेन भवेत्। तर्हि अत्र आश्रयनाश अजन्य तत्र संयोगनाशः इति, तदर्थं पूर्वदेशसंयोगनाशः। पूर्वदेशसंयोगः कुत्र वर्तते? घटे वर्तते। तस्य पूर्वजन्य पूर्वदेशसंयोगनाशः घटनाशं विना पूर्वदेशसंयोगस्य नाशः जातः। सत्यं, तदेव केन इति चेत् विभागेन, विभागः इति पुनः गुणेन पूर्वदेशसंयोगनाशः जातः इति, गुणस्य नाशः जातः यथा तेजसंयोगे तथैव। हा, आश्रयनाश अजन्यगुणनाशत्वात् इत्युक्ते अत्रापि समानधर्मः अस्ति उभयत्र। यथा तेजसंयोगेन नीलरूपनाशः भवति, तद्वत् विभागः इति गुणेन पूर्वदेशसंयोगः इति इत्यस्य नाशः भवति इति कृत्वा तादृशं वक्तुं शक्यते इति उक्तम्। अत्र पूर्वपक्षी किं पृच्छति? एकस्मिन् अधिकरणे विद्यमान एकेन गुणेन तस्मिन्नेव अधिकरणे विद्यमान अन्यस्य गुणस्य नाशः कथं वा भवति इति प्रश्नः। it's like almost committing suicide, right? It is like I'm saying my left hand is cutting my right hand. Hmm. Ni tadrisham asti kalu. So the purvapakshi asked a question like that. Katham va ekasmin adhikarane vidyamane ekena gunine tasminneva adhikarane vidyamanasya anyasya gunasya nashaha katham va sambhavati iti prashne iti prashte atra yatha तेजसंयोगेन घटस्य तेजसंयोगेन घटे विद्यमान नीलरूपस्य नाशः यथा भवति तद्वत् अत्रापि भवितुम् अर्हति इति अनुमानं तत्र उक्तम् अवबुध्यते खलु अस्तु तर्हि इदानीम् इतोपि किञ्चित् तस्मिन्नेव विषये चिन्तनम् किमर्थम् अत्र चिन्तनस्य आवश्यकता इति चेत् अत्र अनेन अनुमानेन किं निरूपितम् एकस्मिन् अधिकरणे विद्यमान एकेन गुणेन तस्मिन्नेव अधिकरणे विद्यमानस्य अन्यस्य गुणस्य नाशः भवितुम् अर्हति इति एव निरूपितम् किन्तु तदा अत्र भवति भवत्येव इति कथं निरूपितम् भवितुम् अर्हति इति उक्तम् यथा मम वामहस्तेन दक्षिणहस्तस्य छेदः कर्तुम् अर्हति किन्तु अर्हता अस्ति चेत् तदा भवत्येव इति कथं वा निरूपयितुं शक्यते अस्ति चेत् तद्भवेदेव मम दक्षिणः वामहस्तेन दक्षिणहस्तस्य छेदनं कर्तुम् अर्हति इति कृत्वा तादृशमेव भवति इति तत्र अवधारणं कथं वा स्यात् इति प्रश्नः तत्र इतोपि किञ्चित् चिन्तनं क्रियते अस्तु धन्यवादः महोदय अग्रे रमेश महोदय पठति वा तथा हि आम् महोदय तथा हि तत्र पठनीयं खलु महोदय तथा हि सत्यं सत्यं हा तथा हि जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजः संयोगजन्यरूपनाशवत् गुणनाशः हि क्वचित् समवायिकारणनाशेन क्वचित् असमवायिकारणनाशेन क्वचित् निमित्तकारणनाशनेन च भवति आद्य यथा घटध्वंसेन रूपरस आदीनां ध्वंसः द्वितीयः दिक्पिण्डसंयोगरूप असमवायिकारणे कारणनाशेन परत्वादिनाशः तृतीयः अपेक्षाबुद्धिरूपनिमित्तकारणनाशेन द्वित्वादिनाशः तथा हि जनक आश्रयनाश अजन्यगुणनाशः इति पूर्वं यत् पठितं तदेव अत्र भिन्नरीत्या उक्तम् आश्रयज्ञानित्वा जनकनाश अजन्यगुणनाशः इत्युक्तम् गुणनाशः समानाधिकरणगुणजन्यः जनक नाशजन्यत्वे सति जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजः संयोगरूपनाशवत् तद् भवितुमर्हति इति एव अस्ति खलु अत्रापि तस्मिन् पुटे यदुक्तमस्ति तदेव अत्र उक्तम् अत्र केवलं भवता किं चिन्तनीयम् आश्रयनाश अजन्यगुणनाशः इति तत्र उक्तम् अत्र जनकनाश इत्युक्तं तत्र किञ्चित् चिन्तयतु आश्रय इति पदस्य किमर्थं जनक इति पर्यायपदं भवति आश्रय इति पदस्य जनकः इति तत् कारणं भवति इति जनकः वा हा किं कारणं भवति अत्र उदाहरणे आश्रयः कः घटः इति इति किं प्रति किं कारणं कीदृशकारणं किं कार्यं प्रति कीदृशकारणं गुणनाशं प्रति घटः अपि कार्यं कारणं भवति इति किन्तु अत्र गुणनाशः इति नास्ति गुणं प्रति गुणं प्रति रूपं प्रति घटः कारणमस्ति खलु कीदृशकारणं गुणं प्रति घटः समवा असमवायिकारणं भवति न समवायिकारणं समवायिकारणं तादात्म्येन स्थित्वा सत्यं समवायेन कार्यं जनयति तस्मिन् तादात्म्येन स्थित्वा समवायेन रूपं जनयति खलु कपाले विद्यमानवीररूपम् असमवायीकारणं भवति किन्तु घटः समवायीकारणमस्ति अत्र आश्रय इति अनुक्त्वा जनक इति उक्तं क्षम्यतां मया बहिर्गन्तव्यम् इदानीमेव अहं पञ्चनिमिषं प्रति आगच्छामि अस्तु अस्तु अस्तु सत्यभामा भगिनी आं महोदय तर्हि आश्रय इत्यस्मिन् स्थाने जनक इति पदं कथं प्रयुक्तम् इति भवती अवगतवती खलु आम् अवगतवती घटः इति समवायिकारणमस्ति जनकः अस्ति रूपं प्रति इति कृत्वा जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यत्वे सति गुणनाशत्वा तेजसंयोगनाशवत् इति उक्तम् इति अनुमानवाक्यं पूर्वम् अस्माभिः दृष्टम् अस्तु तदनन्तरं गुणनाशः बहुषु कारणेषु भवति इति पूर्वमेव चिन्तितं खलु अस्माभिः समवायिकारणनाशेन भवति तद उदाहरणं किम् समवायिकारणनाशः घटः यदा नष्टः घटस्य नाशः समवायिकारणनाशेन अपि भवति अपि च गुणनाशस्य विषये चिन्तनं गुणनाशः समवायीकारणनाशेन भवति इत्यस्य उदाहरणं प्रतिपादयतु गुणनाशः गुणस्य समवायिकारणमस्ति घटः घटनाशेन भवति गुणनाशः कस्य गुणस्य अत्र गुणं किम् इति वदतु उदाहरणं नीलरूपस्य नीलरूपस्य नाशः घटनाशेन भवितुम् अर्हति घटे विद्यमाननीलरूपस्य नाशः समवायीकारणे घटे नष्टे सति तस्यापि नाशः भवति खलु इति तदेव उदाहरणम् अस्तु इदानीम् असमवायीकारणनाशेन कपालनाशेन इति असमवायीकारणं कपालः इति असमवायीकारणं वा घटस्य घटस्य विद्यमानरूपं प्रति कपाले विद्यमानरूपम् असमवायीकारणं खलु सत्यं तर्हि कपालनाशेन यदा घटे विद्यमान भगिनी इदानीं कपालरूपनाशेन कपालरूपनाशेन घटे घटरूपनाशः भवति चेत् तदपि तदस्ति असमवायिकारणम् इति उक्तिः समीचीनं वा घटस्य रूप घटस्य अत्र कपालस्य कपाले विद्यमानरूपस्य नाशः घटनाशं विना प्राक् कर्तुं शक्यते वा न कर्तुं शक्यते तर्हि तत् समीचीन उदाहरणं नास्ति असमवायिकारणं भवेत् अत्र अत्र अस्मिन्नेव परिच्छेदे उदाहरणं दत्तमस्ति खलु द्वितीयः इति भगिनी अस्ति किं द्वितीयः दिक्पिण्डसंयोगरूपसमवायीकारणनाशेन रूपसमवायी इति वा असमवायिकारणनाशेन दिक्पिण्ड असमवायिकारणनाशेन पुनः पठति द्वितीयः दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादि नाशः दिक्पिण्डसंयोगरूपसमवायीकारणनाशेन इत्युक्ते दिक्पिण्डसंयोगरूप असमवायीकारणनाशेन इत्युक्ते मृत् यदस्ति तस्य विवरणमस्ति अत्र कस्य नाशः उक्तः असमवायीकारणस्य विषये उक्तमस्ति अस्य कस्य नाशः उक्तः घटरूपस्य नाशः खलु नास्ति वा परत्वस्य नाशः परत्वनाशः परत्वादिनाशः इति इदानीमेव भवती पठितवती खलु स्वयं परत्वादिनाशः इत्युक्ते अत्र किम् अस्मिन् परिच्छेदे परत्वादि इति न अवगतम् किं न अवगतं परत्वादिनाशः इति शब्दे भवत्या किं न अवगतम् अत्र इदानीं घटे विद्यमानरूपनाशस्य विषये परत्वादिनाशः इति पदे भवत्या किं न अवगतम् तत् पदम् अवगतं किन्तु अवगतं चेत् तत् प्रतिपादयतु भवत्या न अवगतम् परत्वादिनाशः इति पदं प्रतिपादयतु अत्र आदिपदमस्ति खलु तत् त्यजतु गुणः अस्ति परत्वापरत्वं हा खलु तर्हि इदानीं किमर्थम् अत्र संयोगनाशः अथवा रूपनाशः इति चिन्तयति अत्र उक्तं खलु परत्वादिनाशः तर्हि अत्र कस्य नाशः उक्तः परत्वम् इति गुणस्य नाशः उक्तः परत्वम् इति गुणः तस्मिन् विषये किञ्चित् चिन्तयतु परत्वम् इति कीदृशगुणः परत्वम् यथा काल समानमापकत्वं स्वीकृत्य एकस्य अपेक्षया यत्र अपेक्षा बुद्धि अनुसृत्य वयं वदामः तत्र एकः परः अन्यः अपरः इति तादृशसन्दर्भे सत्यं तर्हि अत्र वाक्यं परत्वमिति पदं प्रयुज्य एकं वाक्यं वदतु इदानीं चैत्रः मैत्रात् परः इति वक्तुं शक्यते हा तर्हि इदानीं परत्वं कुत्र अस्ति चैत्रे परत्वम् अस्ति वाक्यं किमासीत् चैत्रः मैत्रात् परः चैत्रः मैत्रात् परः इत्यत्र चैत्रः एव परः इति कृत्वा चैत्रे परत्वम् अस्तु तर्हि इदानीं परत्वस्य नाशः कथं जायते चैत्रे विद्यमानपरत्वस्य नाशः कथं जायते दिक्पिण्डसंयोग रूप असमवायीकारणनाशेन इति उक्तम् तस्य अर्थः कः दिक्पिण्डसंयोगः इत्युक्ते शरीरनाशेन इति वक्तुं शक्यते दिक्पिण्ड इति पदस्य अर्थः कः पिण्डः इति वस्तु उक्तमस्ति दिक् इति पदस्य अर्थः कः दिक् इति देशः उक्तः अस्ति. तर्हि इदानीं दिक्पिण्डः इति समस्तपदस्य अर्थः कः? यते पर परत्वेन उक्तं तत् वस्तुनाशेन तस्य दिशि समय दिशेन संयोगनाशः तस्य वस्तु अपि च अस्मिन् देशे उपयोगमध्ये कश्चन सम्बन्धः अस्ति चेत् संयोगनाशः इति चिन्तयामि. भगिनि मम प्रश्नं श्रुत्वा तस्यैव उत्तरं वदतु. Because you are, see, you are not understanding what you're saying. You're saying everything at the same time. Maya kim prishtam, mama prashnah kaha asit? Dik pindaha iti si artaha kaha. Ta, tari, dik pindaha iti padasi artaha kaha tavadeva vadatu. Tatra dik pindaha iti atra paraktum iti padamastiva, sayoga iti padamastiva. Nasti kalu? Nasti. Dik pindaha iti padasi kaha artaha? Eha paraha asti saha. न दिक् इति दिशि अस्ति, पिण्डः इति वस्तु अस्ति. तर्हि अत्र वस्तुद्वयमस्ति वा? विग्रहवाक्यं वदतु. दिक्पिण्डः दिक् इति दिशि, दिशि इति सप्तमी किमर्थं वदति? दिक्कः पिण्डः इति दिक् दिशः पिण्डः इत्येव प्रथमाविभक्ति एकवचने दिक् एव अस्ति. दिक् पिण्डः एव, दिक् च असौ पिण्डः कर्मधारे वक्तुं शक्यते. इति कर्मधारे एव. तर्हि पदार्थद्वयमस्ति वा एकमेव अस्ति वा? एकमेव. दिक् इति पिण्डः इत्युक्ते दिक् इति पदार्थः इति अर्थः वा? अस्मिन् देशः अपि च पिण्डः इति द्वयमपि वक्तव्यम्. अत्र वस्तुद्वयं किम्? एकमेव वस्तु अस्ति वा अथवा वस्तुद्वयमस्ति वा? द्वयमस्ति. तद्देशः अपि च तत् व्यक्तिः. तर्हि दिक्पिण्ड इति पदेन पदार्थद्वयमुक्तं चेत् विग्रहवाक्यं कथं वक्तव्यं? कर्मधारेः वक्तव्यं वा? कर्मधारेः वदति चेत् एकः एव पदम्, एकः एव पदार्थः अस्ति खलु? नीलः च असौ दिक् च पिण्डश्च. किं भवति द्वन्द्वसमासः? हा, दिक् च असौ पिण्डश्च इति वदति चेत् क्लेशः भवति खलु? अस्तु, तर्हि इदानीं द्वन्द्वसमासं कृत्वा वदतु. दिक् च पिण्डश्च किं? दिक् पिण्डौ, दिक् पिण्डौ इति पिण्डे पिण्डम् इति नमस्कृत नपुंसकलिङ्गम्. दिक्पिण्डौ पिण्डे पिण्डे ओके नपुंसकलिङ्गं वनं वने वनानि पिण्डं पिण्डे पिण्डानि. अस्तु, तर्हि दिक्पिण्ड इत्युक्ते दिक्पिण्डे. तदनन्तरं दिक्पिण्डसंयोग दिक्पिण्डयोः संयोगः. दिक्पिण्डयोः संयोगः दिक्पिण्डसंयोगः. अस्तु, दिक्पिण्डसंयोगरूप किम्? अत्र दिक्पिण्डसंयोगरूपसम असमवायीकारणम् इत्यत्र विग्रहवाक्यं वदतु. दिक् पिण्डसंयोगसंयोगः इति एकं गुणं संयोगरूप इति एकमेव खलु? रूपः इति भिन्न नास्ति. संयोगरूप असमवायीकारणं विग्रहवाक्यं वदतु. स संयोगस्य असमवायीकारणम्? दिक्पिण्ड पिण्डयोः संयोगस्य असमवायीकारणम् इति वा? नास्ति. संयोगरूप संयोगः दिक्पिण्डसंयोगश्च असौ समवायीकारणं च. दिक्पिण्डरूपस दिक्पिण्डसंयोगः एव असमवायीकारणम्. अवबुध्यते किम्? दिक्पिण्डसंयोगः एव असमवायीकारणं. किं प्रति किं प्रति असमवायीकारणम्? परत्वादिनाशं प्रति. अत्र परत्वम् इति वदतु. परत्वादि परत्वम् इत्युक्ते संयोगः इति दिक् इति द्रव्यम् अपि च पिण्डः घटः इति स्वीकुर्मः उदाहरणार्थं. दिग्घटयोः मध्ये यदा संयोगः जायते कदा दिग्घटयोः मध्ये कदा संयोगः जायते? क्रियया संयोगः जायते. हा, कुत्र क्रिया भवति? उभयत्र दिक्कि दिशि अपि च पिण्डे. दिशि दिशि क्रिया भवति वा? न न न, क्षम्यता. स्मर्तुं मया पृष्टमासीत्. दिक् इति विभुपदार्थः अस्ति खलु, तस्य तस्यां क्रिया न जायते. किन्तु यद्यपि क्रिया न जायते तथापि मूर्तद्रव्ये यदा क्रिया जायते तया क्रियया विभुद्रव्येण सह तस्य संयोगः भवत्येव. अस्तु, तर्हि दिक् अपि च घटः यदा घटे क्रिया जायते तदा तत्र दिक् घटयोः मध्ये संयोगः जायते खलु. तर्हि इदानीं तत्र यदा संयोगः जायते तदा एव तत्र परत्वम् इति कश्चन धर्मः घटे उत्पद्यते. तर्हि दिक् पिण्डसंयोगः घटे विद्यमानपरत्वं प्रति असमवायीकारणमस्ति. किमर्थम् असमवायीकारणम् इति चेत् संयोगः इति गुणः समवायेन घटे स्थित्वा समवायेन परत्वम् इति गुणं जनयति खलु. हा, तर्हि दिक् पिण्ड अत्र पिण्ड इत्यत्र घट इति स्वीकरोतु. दिक् घटसंयोगरूप असमवायीकारणनाशेन किं भवति? द्वितीयगुणस्य नाशः. हा, परत्वस्य नाशः भवति खलु. इति उक्तं, तदेव उदाहरणमत्र. खडे यदा संयोगेन संयोगः इति गुणः अस्ति तत्र एव समवायेन परत्वम् अपि अस्ति इति वा? यदा घटे संयोगः दिशा सह संयोगः यदा जायते घटस्य तदा एव घटे परत्वम् इति गुणः आगच्छति. पुनः घटम् अन्यत्र नयामश्चेत्, अस्तु अत्र घटः अपि च परः इति पदं प्रयुज्य एकं वाक्यं वदतु. घटः पटात् परः. सत्यं, घटः पटात् परः खलु. तर्हि इदानीं परत्वं कुत्र अस्ति? घटः पटात् परः घटे अस्ति. घटे अस्ति, सत्यं. तर्हि स च परत्वं कथं जातं? तस्य असमवायीकारणं किम्? तस्य असमवायीकारणं घटः एव. असमवायीकारणं समवायीकारणं तु घटः पटः इति वक्तुं शक्यते कथं ओ संयोगः इति वक्तव्यं पूर्वदेशसंयोगः कारणं पूर्व अत्र वदतु इदानीम् अवगतवती कथम् एतावत्पर्यन्तं भवती एतद्वाक्यं न अवगतवती इदानीम् अवगतवती कथम् एतत् असमवायिकारणं भवति इति न इदानीमेव अवगतवती तर्हि असमवायिकारणं भवति अपि च तत्र पुनः यदा घटम् इतः पटः यस्मिन् देशे अस्ति यस्मिन् दिशि अस्ति तत्र नयामश्चेत् इदानीं घटः यत्र अस्ति तत्रैव तस्मादुपरि यदि घटं स्थापयामः तर्हि किं जातम् अत्र दिक् अपि च घट अनयोः मध्ये तत्रापि संयोगः जातः खलु इति तत्र संयोगः इति दिक् घट संयोगः जातः इति तेन असमवायिकारणेन घटे विद्यमानपरत्वं नष्टः अस्ति खलु इदानीं यदा घटः पटदेशे भवति तदा घटः पटात् परः इति न वक्तुं शक्यते खलु न वक्तुं शक्यते तर्हि घटे विद्यमानपरत्वं नष्टं तत् कथं तस्य असमवायीकारणं किम् इति चेत् पुनः दिक् पिण्डसंयोगरूप संयोगः एव तत्रापि अस्तु इति द्वितीयः अस्तु इदानीं तृतीयः अपेक्षाबुद्धिरूपनिमित्तकारणनाशेन दित्वादिनाशः तत्र दित्वम् इति गुणस्य विषये उक्तमस्ति खडे एव कदा भवति द्वित्वं यदा अस्माकं विवक्षा अस्ति तदा एव एकः घटः अस्ति चेत् अस्माकं विवक्षा भवितुमर्हति वा न भवति कदा इत्युक्ते इतोपि किञ्चित् स्पष्टतया वक्तव्यं कियात् आरभ्य इति न यदा न्यूनातिन्यूनं तत्र घटद्वयं वर्तते इत्युक्ते दशघटाः सन्ति अथवा घटद्वयम् अस्ति इति चिन्तयतु तत्र यदि एकः एव घटः अस्ति तर्हि तत्र अपेक्षाबुद्धिः न जायते न्यूनातिन्यूनं घटद्वयं भवेत् यदा घटद्वयमस्ति तदा एव अस्माकम् अपेक्षाबुद्धिः जायते ओ अत्र कति घटाः सन्ति इति यदि घटद्वयं वर्तते तर्हि घटद्वयेपि द्वित्वम् इति सङ्ख्या जायते खलु द्वित्वस्य समवायीकारणं किं द्वित्वस्य समवायीकारणं किम् समवायीकारणं घटः द्वित्वस्य असमवायीकारणं किम् एकत्वम् उत्तमम् एकत्वं कुत्र वर्तते एकत्वं घटे वर्तते घटे विद्यमान एकत्वमेव द्वित्वं घटे जायमान द्वित्वं प्रति असमवायीकारणम् अस्तु निमित्तकारणं किम् अपेक्षाबुद्धिः उत्तमं तर्हि इदानीम् अत्र यदि अपेक्षाबुद्धिः अत्र प्रतिघटाः सन्ति इति अपेक्षा यदा नश्यति पूर्वं जातं यदा नश्यति तदा तत्र जन्यमानद्वित्वमपि नश्यति अतः अपेक्षाबुद्धिरूपनिमित्तकारणनाशात् द्वित्वनाशः भवति अवगच्छति खलु अवगच्छामि अस्तु इति गुणनाशः द्रव्यनाशस्तु समवायिकारणनाशेन अथवा असमवायिकारणनाशेन भवति किन्तु गुणनाशः समवायिकारणनाशेन असमवायिकारणनाशेन अथवा निमित्तकारणनाशेनापि भवति क्रियानाशः कदा भवति क्रियया एव क्रियया क्रियानाशः भवति वा संयोगनाशेन क्रिया नश्यति संयोगेन क्रियानाशः भवति पञ्चक्षणप्रक्रियायाम् इति प्रश्नः वा महोदय प्रश्नः न बुद्ध प्रश्नस्य उत्तरं वदतु क्रियानाशः कदा भवति न अवगतं प्रश्नः न अवगतं तत् किम् इति भवती जानाति किन्तु यदा अहं प्रश्नं पृच्छामि भवत्याः मनसि क्लेशः अस्ति अस्तु पञ्चक्षणप्रक्रियायां तत्र अहं चिन्तितवती संयोगः यदा जायते तदा क्रिया नष्टा भवति नूतनदेशसंयोगः यदा जायते तस्मात् अग्रिमक्षणे क्रिया नश्यति न तु तदा तर्हि क्रिया कदा नश्यति इति प्रश्नस्य उत्तरं पञ्चमक्षणे नश्यति इति उत्तरम् अत्र सर्वत्र एकक्षणम् अनन्तरम् एव कार्यं भवति इति आशयः अस्ति न न इदानीं विभागः जायते इति वदामः चेत् विभागस्य अग्रिमक्षणे क्रियया संयोगः इति वदामः खलु सत्यं किमर्थमिति चेत् विभागः इति पूर्वक्षणे कारणमस्ति कारणत्वं कल्पितं खलु विभागे तर्हि पूर्वक्षणे भवेत् कारणं तदेव तदेव इति कृत्वा अग्रिमक्षणे इति उक्तम् अस्तु अत्र महोदयस्य ध्वनिः भग्नः मध्ये आमामां किञ्चित् तादृशमेव मम अपि श्रूयते ह्यः अपि तादृशमेव आसीत् विचारसागरवर्गे अस्तु बहिः गत्वा पुनः आगच्छामि पश्यामि इदानीमपि तादृशमेव अस्ति अहं मम हेड्फोन्स् निष्कास्य पश्यामि अस्तु इदानीं श्रूयते किम् आं श्रूयते श्रूयते सति मम भगिनी वदति वा आं श्रूयते महोदय इदानीं सम्यक् अस्ति किमपि मम न श्रूयते महोदय भवान् किम् इदानीं श्रूयते खलु इदानीं श्रूयते सम्यक् श्रूयते वा सम्यक् श्रूयते किन्तु एको अस्ति हा तत् किमर्थमिति चेत् अत्र अत्र हेड्फोन् त्यक्तं मया इदानीम् इदानीं सम्यक् अस्ति अस्तु तर्हि हा अत्र पञ्चमक्षणे क्रिया नश्यति किमर्थं पञ्चमक्षणे नश्यति इति चेत् लाघवात् इति वक्तव्यं तदनन्तरं क्रिया इदानीमपि जायते इति वक्तुं किमपि आवश्यकं नास्ति इति कृत्वा क्रिया स्वयमेव नश्यति भवतु अस्तु तर्हि अत्र अन्यानि अपि प्रश्नानि अन्ये प्रश्नाः अपि न मया न क्रियते इत्युक्ते अत्र जातिनाशः अस्तु केवलं स्वारस्यार्थम् अहं पृच्छामि जातेः नाशः कथं भवति जातेः नाशः न भवति हा अस्तु उत्तमं ट्रिक् क्वश्चन् नित्यः अस्ति जातुः जातिः नित्या अस्ति जातिः इति कृत्वा भवान् पुनः पुनः वदति खलु तत् आमामामाम् एवम् अत्र गुणनाशः जातिनाशः न भवति समवायनाशः भवति नित्यः इति कृत्वा, विशेषनाशः न भवति नित्यः इति कृत्वा, अभावयोः मध्ये अभावद्वयम् अत्यन्त अभावः इति नित्यः खलु, अन्योन्याभावः अपि नित्यः, उभयमपि नित्यः, किन्तु प्रागभावः प्रध्वंसभावः इति शान्तः, एकः शान्तः नित्यः नास्ति, एकः अनादिः शान्तः, अन्यः सादिः अनन्तः. अस्तु भवतु, तर्हि अग्रे पठतु भगिनि. तथाविधः एतद्भिन्नः इति आरभ्य खलु. ओ क्षम्यताम्. आम्, एतद्भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेण एव भवति. यथा घटादिषु रूपादीनां नाशः पिठरपाकवादिनैयायिकमते तेजसंयोगात् ज्ञायते. यथा वा द्रवत्वनाशः तेजसंयोगेन, एवम् आत्मसमवेदज्ञानादीनामपि नाशः. एतद्भिन्नः गुणनाशः स्व अधिकरणे विद्यमानेन गुणान्तरेण एव भवति. यत् पूर्वम् उक्तं तद् भिन्नः ये गुणाः सन्ति तेषां नाशः कथं भवति इति अत्र उक्तं. तत् समानाधिकरणे स्वाधिकरणे विद्यमानगुणान्तरेण एव भवति इति उक्तम्. इत्युक्ते घटादिषु रूपादीनां नाशः अत्र अन्य केचन नैयायिकाः विषये अपि उक्तमस्ति. तेजसंयोगात् जायते इत्युक्ते घटे गुण घटे विद्यमानः गुणः अस्ति रूपं, रूपस्य नाशः तेजसंयोगात् जायते इत्युक्ते द्वितीयगुणः अस्ति संयोगः तेन जायते. पुनः वदतु भगिनि. एतद्भिन्नः गुणनाशः स्व अधिकरणे विद्यमानेन गुणान्तरेणैव भवति. एतद्भिन्नः गुणनाशः इत्युक्ते एतत् पूर्वम् उक्तं तद् भिन्नगुणनाशः इति परत्वं तद् भिन्न किं परत्वादिगुणाः आदित्वादि तत्सर्वं पूर्व उक्तम्. अस्तु, तद् भिन्नगुणाः ये सन्ति तेषां नाशः इति नास्ति, कारणमुक्तमस्ति. इति चिन्तयामि. यतोहि अत्र वक्तुमिच्छति इति सम्पूर्णतया वदतु. अहं वदामि, इदानीं तृतीयः यदि उक्तमस्ति निमित्तकारणनाशेन समवायिकारणनाशेन असमवायिकारणनाशेन तावद् उक्तम्. इदानीं कथम् इतोपि एकः उक्तमस्ति गुणान्तरेण एव भवति, समानाधिकरणे विद्यमान गुणान्तरेण एव गुणनाशः भवति चतुर्थः इति नास्ति. अत्र घटध्वंसेन अत्र द्वितीय दिक्पिण्डादिसंयोगरूपनाशेन इत्युक्तं खलु, तत्र गुणान्तरेण एव अन्यस्य गुणस्य नाशः उक्तः पूर्वमेव. तर्हि अत्र अस्मिन् वाक्ये वैशिष्ट्यं किम्? तादृशं चिन्तयामः चेत् अहं चिन्तयामि गुणनाशः इत्यनेन भिन्नगुणा ये सन्ति पूर्वमेव उक्तं खलु, एकस्मिन् अधिकरणे विद्यमानगुणेन अत्र दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः इति उक्तं खलु. आम् इदानीं कुत्र वर्तते? परत्वं पिण्डे एव वर्तते. गुड्, घटे पिण्डे इति मा वदतु, घटे घटे एव वर्तते. हा, तर्हि अत्र परत्वस्य नाशः केन जातम्? संयोगनाशेन. संयोगनाशेन इति मा वदतु, संयोगेन जातं खलु? संयोगेन, क्षम्यता, नूतनदेशसंयोगेन परत्वनाशः जातः. अस्तु, तर्हि तत्र नूतनदेशसंयोगः कुत्र वर्तते? घटे वर्तते. हा, तर्हि अत्र पूर्वमेव उक्तं खलु? तर्हि अस्मिन् वाक्ये किम् उक्तम्? एतद् भिन्नः इति उक्तम्. एतद् भिन्नः गुणनाशः स्व अधिकरणे विद्यमानेन गुणान्तरेण एव भवति. विद्यमानेन इति पदस्य अर्थः कः? अत्र एव अस्ति इति, स्व अधिकरणे यद् गुणः अस्ति तदेव पूर्वमेव अस्ति इति. हा, इत्युक्ते यदि एकेन गुणेन एकस्मिन् आश्रये अन्यस्य गुणस्य नाशः भवति, येन गुणेन नाशः भवति सः गुणः पूर्वं भवेत् तत्र भवेदपि, आश्रये भवेत् इति विद्यमानेन इति पदस्य वैशिष्ट्यमस्ति अत्र. अस्तु, अग्रे यथा उदाहरणमस्ति, यथा यथा घटादिषु रूपादीनां नाशः पिठरपागवादिनैयायिकमते तेजसंयोगात् जायते. किन्तु एतदेव वयं चिन्तितवन्तः खलु? सत्यम्. इत्युक्ते अत्र नूतनविषयः कः इति चेत् स च तेजसंयोगः विद्यमानं भवेत् इति वार्ता. पूर्वं चिन्तितम्, अत्र नूतनं किम् इति चेत् विद्यमानेन इति पदमस्ति खलु. विद्यमानेन इत्युक्ते तत्र तेजसंयोगः अस्ति, पूर्वक्षणे वर्तते, अपि च तद् विद्यमानमस्ति इति कृत्वा तेन विद्यमानगुणान्तरेण अत्र रूपनाशः भवति. तेजसंयोगः इति गुणेन रूपनाशः भवति. अस्तु, यथा वा द्रवत्वनाशः तेजसंयोगेन. कुत्र द्रवत्वमस्ति? द्रवत्वं यत् सेमि सोलिड् अस्ति, कथम् ऐस् इति वदामः तत्र? ऐस्? ऐस् इत्यत्र द्रवत्वमस्ति वा? द्रवत्वं कुत्र अस्ति भगिनि? केन् यु पोर् ऐस्? न, द्रवत्वम् आयिल् मध्ये, घी मध्ये, तत्र सेमिलिक्विड् इव. सत्यं, द्रवत्वं, द्रवत्वम् इति जले अस्ति खलु? जले अस्ति. सामान्यसु अत्र ऐ डोण्ट् नो वै यु आल्वेस् थिङ्क् ओ वेरि काम्प्लेक्स् एक्साम्पल्स्. द्रवत्वं किं द्रवति? जलं द्रवति. द्रवत्वं जले अस्ति, तर्हि जले विद्यमानद्रवत्वनाशः कथं भवति? तेजसंयोगः. कुत्र अस्ति तेजसंयोगः? जले अस्ति. हा, इति वक्तव्यं. जले विद्यमान, यदा जले तेजसंयोगः विद्यमानमस्ति तदा तस्मात् अग्रिमक्षणे द्रवत्व जले विद्यमानद्रवत्वनाशः भवति इति उक्तम्. एवम्, अग्रे. आत्मसमवेदज्ञानादीनामपि नाशः. आत्मसमवेदज्ञानादि इत्यनेन किं किम् उक्तम्? इच्छा, कृति. हा, किमर्थं समवेतम् इति पदं प्रयुक्तम्? समवायसम्बन्धेन ज्ञाने वर्तते. ज्ञाने वर्तते वा? आत्मनि वर्तते। किं वर्तते? समवायसम्बन्धेन आत्मनि ज्ञानं वर्तते। तर्हि अत्र समवेतम् इति किम्? समवेतम् इति इच्छा क्रिया एते कृति एते। किमर्थं ज्ञानं त्यक्तवती? ज्ञानं समवायेन वर्तते, तत्र ज्ञाने एतत् संयोगेन वर्तते। अत्र ते अपि समवेतम् इति पदस्य अर्थः कः? समवेद इत्युक्ते संयुक्तसमवायः इति। You're saying anything that comes to your mind. Samavetam, yat samavayena vartate tat samavetam. Tavate bhava. Samavayena yat vartate tatyeva nama samavetam iti. Maya kim chintita samyukta samavayaha eva samavetam. Nasti. Iti kutra patitam, yatra kutra api patitam va. Samavetam ityukte yat samavayena vartate तस्य नाम अस्ति समवेतं। तर्हि उदाहरणमेकं वदतु। घटे रूपं समवेदमस्ति। रूपम् इति समवेतं। किमर्थम् इति चेत् घटे समवायेन वर्तते। तर्हि एवम् आत्मसमवेतज्ञानं ज्ञानादीनामपि इति अस्ति खलु, तत्र विग्रहवाक्यं वदतु। See, your problem is you are not understanding the samasapadam. That is your problem. Astu, atma samaveta jnanam. Atmani samavedam. Uttamam, atmani samavetam iti saptavitatpurushah. Atmani samavetam, atma samavetam. Tadanantram, atma samaveta jnanam. Atma samavetaha. आत्मसमवेतं च तद् ज्ञानं च इति कर्मधारयः। आत्मसमवेतं च तद् ज्ञानं च इति। आत्मसमवेतम् इति विशेषणं, ज्ञानमिति विशेष्यम्। आत्मसमवेतं च तद् ज्ञानं च आत्मसमवेतज्ञानम् आदिपदेन इच्छाकृतयः स्वीकृताः, संस्कारः इति एतत् सर्वं स्वीकृतमस्ति। आत्मसमवेतज्ञानादीनां नाशः कथं जायते? द्वितीयगुणं अत्र किं वक्तुं शक्यते? प्रतिपादयतु। चिन्तयामि द्वितीयगुणम् इत्युक्ते किं? गुणान्तरे इति उक्तं खलु, गुणान्तरेण इति उक्तं खलु तत्र। इति उक्तम् इति उक्तं, किन्तु तत्र गुणान्तरं किम् इति वक्तव्यं खलु। तदेव अहं यु हाव् टु आल्वेस् थिङ्क् बियाण्ड् वाट् इस् गिवन् इन् द बुक्। यदि गुणान्तरेण तदेव, तर्हि गुणान्तरं किम् अत्र? तदेव चिन्तयामि गुणान्तरं किम् इति। तदेव मम प्रश्नः। आत्मा मन संयोगनाशः इति वक्तुं शक्यते। उत्तमम्। इति किञ्चित् चिन्तनं करणीयम्। अत्र पुस्तके सर्वं न लिख्यते, किन्तु एतादृशसमये आत्मसमवेतज्ञानादीनामपि नाशः अत्र कस्य इत्युक्ते, यदा आत्मनसंयोगः जायते तदा एव ज्ञानम् उत्पद्यते खलु। तर्हि आत्मनसंयोगः इति एकं कारणम्, आत्मनि वर्तते संयोगः। तर्हि आत्मनि विद्यमान आत्मनसंयोगेन यद् ज्ञानं जातं तत्र संयोगनाशेन ज्ञानस्य नाशः भवति। अस्तु, तर्हि एतावत्पर्यन्तं नूतनं किमपि न उक्तं। पूर्वं यदुक्तं तदेव अत्र उक्तं। तथाविधः खलु ज्ञान जनकनाश अजन्यः संयोगनाशः समानाधिकरणगुणजन्यः सः गुणः एव विभागः इति उक्तम्। तावत् तर्हि पूर्वं यत् चिन्तितं तावदेव एतावत्पर्यन्तं चिन्तितम्। अत्र पितरपाकवादी इति कश्चन पदार्थः पदं प्रयुक्तमस्ति। तत्र एतत् सर्वं पूर्वम् अस्माभिः पठितं पितरपाकवादी अपि च पीलुपाकवादी इति वादी वादिनौ द्वौ स्तः तेषां मध्ये किञ्चित् मतभेदाः वर्तन्ते तस्मिन् विषये अस्माभिः पूर्वं पठितं तद् करपत्रमहं प्रेषयिष्यामि अस्माकं वाट्साप् ग्रूप् मध्ये यदा समयः लभ्यते किञ्चित् पठन्तु अस्तु समयः जातः अत्र स्थगयेम तर्हि इदानीम् अग्रे अत्र पक्षकुक्षौ इति आरभ्य किञ्चित् अग्रिमवर्गे पठेम अस्तु सर्वेभ्यः नमस्कारः धन्यवादाश्च